नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। तत्र यङ् लुबन्तानां सार्वधातुकलकारेषु तिङन्तरूपाणि इति पाठः आदौ वर्तते। तत्र वयं गतसप्ताहे तस्य आरम्भं कृतवन्तः, आकारान्तधातोः विषये दृष्टवन्तः। तदेव किञ्चित् पुनः एकवारं पठित्वा रूपाणि साधयामः। तत्र लट् लकारे ति इति तः अति सि इषि तः थ नि इमि वह मह। तत्र यङो वा इति सूत्रेण ईट् आगमः। अत्र यङ् लुगन्तेषु तु रूपद्वयं भवति, ति इति सि इषि नि इमि सर्वे पितः, अन्ये सर्वे तु अपितः। लोट् लकारे अपि तादृशमेव, तु इतु इति पित् आनियाव आम। वयं तु सर्वदा जानीमः एव आडुत्तमस्य पिच्छ, तत्र पित्वम् आरोपितमस्ति, अतः तदपि पित् एव भवति इति। लङ् लकारे तक स ईत् सः इहि अम् इति पितः, सर्वे अन्ये सर्वे तु अपितः। विधिलिङ्लकारे सर्वे प्रत्ययाः अपि प्रत्ययाः एव। तत्र सूत्रद्वयं, यङो वा इत्यनेन ईटागमः, अदभ्यस्तात् इत्यनेन जकारस्य स्थाने अत्, तदेव अस्माकं बहुवचने लट्लकारे अति, लोट्लकारे अतु इति भवति। सिजभ्यस्तविधिभ्यश्च इति सूत्र, जी स्थाने जुस् इति आदेशः, अनुबन्धलोपानन्तरम् उहु, लङ्लकार बहुवचने उहु इति भवति। तावदेव तत्र भेदः। तत्र आकारान्तदातवः विषये वयं गतसप्ताहे आरम्भं कृतवन्तः, तस्मात् एव किञ्चित् वयं पुनः पठामः, रूपाणि अपि साधयामः। अरुणा भगिनी पठति वा? आं भगिनि, आकारान्तदातवः सामान्याकारान्तदात् किम् अत्र वावा अकार अभ्यस्त अकारलोपः न भवति, हल्लात् शेषः हलादिशेषः भवति एव किल, भवती एव वदतु तत्र कथं वा इति साधितम् इति। वा अनन्तरं दीर्घ भवतु, ओके ओके, वायवः यातो एकाचो हलादेशे क्रियाभिप्राये यङ् विधीयते, यङ् कृत्वा यङ्गवति कृतेन द्वित्वं भवति, वा भवति, वा हलादिशेषः इत्येन वा एव प्रथमः वा तद् दीर्घ सूत्रं न जानामि सम्यक्, अभ्यस्तस्य अन्त्य अश्व दीर्घः भवति, ओ तदेव ओके, ह्रस्वः वा भवति। अनन्तरं पुनः दीर्घं केन सूत्रेण किमस्ति भगिनि? प्रथमं ह्रस्वः भवति, सामान्य अभ्यासकार्यम्, अनन्तरं विशेष अभ्यासकार्यं, दीर्घः पुनः भवति, दीर्घो कितः। अतः तत्र हलादिशेषः इत्यनेन आदिमः हलः अवशिष्यते, अन्य हलः तु नास्ति एव किल, एकः एव हल् वर्णः अस्ति, अतः वा इति भवति। ह्रस्वः यदा भवती उक्तवती सम्यक् एव, ह्रस्वः भवति अनन्तरं दीर्घोकितः भवति, अनेन दीर्घत्वं प्राप्नोति पुनः, अकित् प्रत्यये परे दीर्घः हलादि उपत्सु किमपि कार्यं नास्ति, केवलं योजनमेव, अङ्गस्य आकारान्तत्वे प्रति पूर्वगुणकार्यं न सम्भवति, वावाति वावाति अजादिपित्सु केवलं सन्धिकार्यं, वावा यवानि वावानि अथो गुणे भगिनि सन्धिकार्यं वावायोगः आनि पररूपमेकादेशः भवति वा पूर्वपदयोः ये पूर्वरूपमेव कथ्यति आने भवति फलादि अपित्सु धात्वन्तस्य आकारः स्थाने ईकारादेशः भवति ई हल्यगोः इति सूत्रेण वावा युवतः अकारस्थाने ईकार भूत्वा वावी युवतः वावीतः अजादि अपित्सु धात्वन्तस्य आकारः आकारलोपः नाभ्यस्तयोरातः इति सूत्रेण वा वा यवति वाव् यव अति वावति भवति सूत्रपठं भगिनि आं नाभ्यस्तयोरातः नाभ्यस्तयोरातः षष्टमध्याये चतुर्थ पादे द्वादशाधिकशतसूत्रं स्नाप्रत्ययन्तस्य अभ्यस्तसञ्ज्ञकस्य च अङ्गस्य आकारस्य लोपो भवति इति नीति सार्वधातुकप्रत्यये परि स्नाश्च अभ्यस्तश्च तयोः उत्तरेतरद्वन्द्वः स्नाभ्यस्तौ तयोः स्नाभ्यस्तयोः स्नाभ्यस्ततयोः षष्ट्यन्तम् आतः षष्ट्यन्तं विपदपदं सूत्रं स्नासोरल्लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः गमहनजनखनघसां लोपः कित्नङ्गि इत्यस्मात् नित्य सत्यस्य अनुवृत्तिः अतः अत सर्वदात् अत सार्वदात् सार्वदातिके इत्यस्मात् सार्वदातिके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिहेतं नाद्यस्तयोः अङ्गस्य आतः लोपः नीति सार्वदातिके अनेन सूत्रेण केवलम् अजादि अपित्सु अपि तु हलादि अपि अपि कार्यं विहितं किन्तु हलादिषु अपित्सु ई हल्यगोः इति सूत्रम् एतत् कार्यं प्रबध्य आकारस्य स्थाने ईकारादेशो विधायति अनेन सूत्रेण केवलम् अजादि अपित्सु अपि तु हलादपित्सुपि कार्यं विहितं किन्तु हलादिषु अपित्सु ई हल्यगोः इति सूत्रम् एतत् कार्यम् ओ ओके नाभ्यस्तयोरातः पादकसूत्रमस्ति ई हल्यगोः ओके अवगतम् ई हल्यगोः तदेव नाभ्यस्तयोरातः किं वदति इति वदति नाभ्य न प्रत्ययन्तस्य अभ्यस्तसञ्ज्ञकस्य च अङ्गस्य आकारः लोपः भवति निमित्तमस्ति कितिमेति सार्वधातुकप्रत्यये परे अन्तः कुत्र कार्यं भवति स्नाप्रत्ययान्त अङ्गस्य अभ्यस्तस्य अङ्गस्य आकारस्य अजादिपिप्सु भवति वा हलादि अजादि अपिप्सु वा हलादि अपिप्सु वा तादृशं नाभ्यस्त इति अजादि अपिप्सु अजादि अपिप्सु तत्र किटिङ् इति सार्वधातुकप्रत्यये परे तत्र अङ्गस्य आकारलोपः भवति समीचीनम् अजादि अपित् अस्ति सार्वधातुकम् अपित् कित् णित्वत् इति भवति किल सार्वधातुकम् अपित् णित्वत् अतः कितिङिति सार्वधातुकप्रत्यये परे अङ्गस्य अभ्यस्तसंज्ञक अङ्गस्य आकारलोपः अभ्यस्तसंज्ञकः एव अस्माकं यङ् लुङन्तधातुः तस्य अङ्गम् अतः तत्र आकारलोपः भवति एतत्तु सूत्रे तु हलादि अपित् अजादि अपित् इति किमपि न उक्तं किति इति सार्वधातुकप्रत्यये परे इत्येव उक्तम् अतः सामान्यसूत्रमस्ति समीचीनम् हलादि अपि तपि भवति अजादि अपि तपि भवति, परन्तु तस्य बाधकसूत्रम् अग्रिमसूत्रं पठतु भगिनि. हल्यकोः हि अल्यकोः न प्रत्ययं प्रत्ययान्तश्च अभ्यस्तसञ्ज्ञकश्च च अङ्गस्य स्थाने ईकारादेशो भवति कितिरिति हलादि सार्वधातुकप्रत्यये परे, परन्तु घुसञ्ज्ञकधातुः चेत् न भवति. अत्र परिदाशे सद्य प्रसिद्धेन भगिनि प्रसज्य अथवा प्रसज्य आम् अशीति किल तादृशमेव. न गुः अगुः तस्य अघोः प्रथमाकं पदं हलि तप्तन्यन्तम् अघोः षष्ठ्यन्तं त्रिपदं सूत्रं स्नाभ्यस्तयोरातः इत्यस्मात् स्नाभ्यस्तयोः आतः च अनयोः अनुवृत्तिः गमहनजनखनघसां लोपः किनित्यनगिङ्गि इत्यस्मात् किनिति इत्यस्य अनुवृत्तिः अथ सार्वधातिक अथ उत्सार्वधातिके इत्यस्मात् सार्वधातिके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य स्नाभ्यस्तयोः अतः ई किञ्चिति हलि सार्वधातिके सूर्यं वदति सूत्रं वदति स्नाप्रत्ययन्तस्य अभ्यस्तसैनिकस्य अङ्गस्य स्थाने अकारस्थाने निमित्तमस्ति कितिनिति हलादि सार्वधातुकप्रत्यये पदे. अत्र हलादि इति स्पष्टं क्रिय उक्तं, परन्तु न भवति. सम्यक्, अतः बाधकसूत्रमस्ति. समीचीनं. तत्र अग्रे धाधातुः विषये आगच्छति, अतः मनसि भवेत् ईहल्यगोः अगोः इति अस्ति. तत्र ईकारादेशः कितिङिति प्रत्यये फलादिसार्वधातुकप्रत्ययपरे न भवति इति, अगोः इति उक्तत्वात् न भवति. समीचीनं भगिनि, धन्यवादः. अतः सूत्रद्वयं दृष्टवन्तः, स्नाभ्यस्तयोरातः हलादि अजादि अपित्सु स्नाभ्यस्तयोरातः इति सूत्रेण आकारलोपः, हलादि अपित्सु तु ईहल्यगोः इत्यनेन ईकारादेशः, आकारस्य स्थाने ईकारादेशः इति सूत्रद्वयम्. हलादिपित् अजादिपित् इत्यत्र तु हलादिपित्सु तु कार्यमेव नास्ति, गुणकार्यं यदा न सम्भवति इति कारणेन अजादिपित्सु केवलं सन्धिकार्यम् समीचीनम्. महोदय, तत्र उस्य पदान्तात् पठति वा? आम् भगिनि, एक अहं वा खलु? आम् आम् आम् महोदय. श्रूयते, श्रूयते वा ध्वनि? श्रूयते. आं श्रूयते, श्रूयते महोदय. अस्तु, ई हलो न उस्य पदान्तात् सत्यम् अस्तु. उस्य पदान्तात् अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः पररूप एकादेशः भवति. आद्गुणस्य अपवादः अस्ति. अवायोग उः इति अत्र अवायोग उः अत्र स्थाभ्यस्तरातः इत्यनेन अचि परे तत्र कित्नित् प्रत्यये परे लोपः भवति. अवयोग उः एकनिमिष अवायोगौः अवायोगौः किं भवति तत्र अवा इति अस्ति अवयगौः अस्ति. अस्तु, एकनिमिष अवुः न पदान्तम् अपदान्तं तस्मात् अपदान्तात् उसी सप्तम्यन्तम् अपदान्तात् पञ्चम्यन्तं द्विपदविधं सूत्रम् आद्गुण इत्यस्मात् आतः इत्यस्य अनुवृत्तिः इको एणचि इत्यस्य अचि इत्यस्य अनुवृत्तिः अनुवर्तते अत्र यतोहि परेशसूत्रेषु अपि तस्य आवश्यकता अस्ति. अस्तु, अचि एङ्गीपररूपम् इत्यस्मात् पररूपम् इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसूत्रमस्ति. अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपसंहितायाम् अस्तु. अत्र एतत् स्नाभ्यर्थवरात इत्यस्य अपवादः अस्ति वा अथवा पररूप एकनिमिषः सिक्स् वन् नास्ति खलु एतत् तद् श्राव्यस्तयोरतः ई हल्लयोः द्वयमपि 6-4 अङ्ग अधिकारे अस्ति आम् तयोः मध्ये एव बाध्यबाधकभावः उस्य पदान्तात् इति तु 6-1 इत्येव अस्ति तत्र तु अपदान्तात् अकारे परे किल अपदान्तात् अकारात् उसि प्रत्यये परे पूर्व पररूपं वा हा पररूपम् एकादेशः आं महोदय अत्र स्थाभ्यन्तः इत्यनेन अपि भवितुं खलु अवोः इति भवितुम् अर्हति परन्तु सूत्रम् उक्तत्वात् तत्र कार्यं भवति बहुषु स्थलेषु तादृशं तत्र दृश्यते तद् यदा वयं स्थाभ्यस्तयोरातः कुर्मः तदापि रूपं साधयितुं शक्नुमः इत्येव प्रायः केचन स्थल केचन स्थलेषु तादृशं न भवति अतः एव एकं सूत्रं पृथक्तया उक्तम् उस्य पदान्तात् अपदान्ताकारस्य इति बहुषु स्थलेषु दृश्यते आवश्यकता नास्ति खलु अत्र अभ्यासः किमपि नास्ति केवलं तत्र तु अभ्यासः इति अस्ति अभ्यस्तयोः आम् अत्र अभ्यस्तः इति किमपि नास्ति अव् इति अवा इति अस्ति किल तत्रापि भवति एव परन्तु तत्र सूत्रं सूत्रसामर्थ्यात् इति वक्तुं शक्यते प्रायः अत्र अवा इति तत्र अभ्यसंज्ञकः नास्ति खलु उदाहरणरूपेण अत्र अवाहु अत्र अस्तु पररूपादेशः तत्र तत्र भवितुमर्हति कष्टाभ्यस्तरात अपि च उस्य पदार्थः अस्तु तदपि तत्रापि यदा अवावा योगः उहु तत्र वयं श्राव्यस्तयोरातः अवाव् योगः उहु इत्युक्ते तत्र डैरेक्ट्लि अवा उहु इति रूपम् आगच्छति एव किल अत्रापि उस्य पदान्त इत्यस्य आवश्यकमेव नास्ति बहुषु स्थलेषु तादृशं दृश्यते परन्तु प्रायः अन्यत्र कुत्रचित् तस्य प्रयो आवश्यकता भवेत् पश्यामः जुहोत्यादिगणे कुत्र न जानामि इदानीं तत्र जुहोत्यादिगणे प्रायः उस्य पदान्तात् इति बहुवारं वयं दृष्टवन्तः आम् उसि प्रत्यये परे इति भगिनि श्नाभ्यस्तयोरातः इत्यस्य कृते अजादि अपि प्रत्ययस्य कृते एव आकारान्तस्य लोपः इति फलितार्थः एव खलु ईहल्यगोः इत्यनेन एव we are saying that this is for ajadi apit satya so us iti krite then we cannot say us jerjus o ajadi apit okay ajadi apit vechala ajadi apit eva atah tatra akara lopah bhavitum arhati eva kila avav yogah uhu avahu sa सरलतया वयं साधयितुं शक्नुमः किमर्थमेकं किमर्थमेकं सूत्रं पृथक्तया अपित् अस्ति अजादिः अस्ति सूत्रं पूर्वमेव अस्ति अङ्गकार्यमपि अस्ति इदानीं तत्र किमपि तत्र क्लेशः अपि नास्ति बहुषु स्थलेषु दृश्यते तादृशं किमर्थम् उस्य पदान्तात् इति प्रायः अग्रे तस्य प्रयोगः कुत्रचित् भवति तस्य उपयोगम् अस्ति एव अतः एव तद् निर्मितं किल पश्यामः कुत्र आगच्छति आम् सत्यम् अपदान्तात् अकारात् एव उसि प्रत्यये परे पूर्वपरयोः पररूपम् एकादेशः भवति आद्गुणस्य अपवादः सर्वं सम्यक् एव तत्र पश्यामि आकारान्तेषु न अस्य उपयोगः न दृश्यते वयम् ईकारः अथवा अन्य अन्तः तदा भवति तत्र तत्र पश्यामः तस्य प्रयोगः कथं भवति यासुट् इति यासुट् इति भवति तत्र भवति इति तत्र यासुट् आगमवति या योग उस् तत्र तत्र तत्र भवति तस्य प्रयोगः भवितुमर्हति अस्य अथवा अपि च तत् किमस्ति अत्र आ इति धातुः अस्ति तत्र तत्रापि लुङ् लकारस्य इति अस्ति तत्र अन्यत्र भवति इति अष्टाध्याय अष्टम् मध्ये पश्यन् अस्मि कुत्र कुत्र भवति तदेव अहम् उक्तवती अन्यत्र प्रायः अस्य प्रयोगः भवति अत्र इदानीं न दृश्यते प्रायः एकं किमपि अस्य विषये किमपि आसीत् पूर्वं वयम् एकवारं पठितवन्तः इत्यनेन तत्र जुस् आदेशः भवति तत्र भवति इति अस्ति तत्र लुङ्लकारे अस्य प्रयोगः अस्ति वा लङ्लकारे अपि भवति तत्र लङ्लशाकटने अस्ति इत्यनेन तत् विकल्पेन भवति इति विकल्पेन तत्र अपि भवति लङ्लकारे पाहु इति भवति पाति इति खलु तत्र पा एव लङ् क्षम्यतां तत् लङ्लकारे अपि भवति इति अस्ति अस्ति आं चेत् अपु लिट्लकारस्य उत्प्रत्यप्रवञ्चकीकरस्मिन् अत्र तु न भवति अस्ति पालङ्लकारे आं तद् दृश्यते आम् लङ्लकारे तु भवति एव अस्तु अस्तु साधयामः अनन्तरं पश्यामः कुत्रचित् अस्य विशेषः तु भवति एव अवश्यम् आं महोदय प्रथमधातुः साधयति वा तत्र वा धातुः वा धातु वा आम् अस्तु वा धातुः अस्ति इदानीं तत्र वा अनन्तरं ववा अनन्तरं वा इति भवति दीर्घोकितः इत्यनेन वा इति वावायोग ति वावाति इति अन्यदपि अस्ति तत्र किमस्ति केन तु अहं विस्मृतवान् ईकारः कथं भवति कुत्र भवति पित् प्रत्यये परे भवति इति ईत्वं ईट् आगमः भवति ईति वावायोग ईति तत्र वावेति इति तत्र गुणसन्धिः भवति वावेति इति भवति अग्रे वावायोगतः तत्र ई अष्टादशरात इत्यस्य प्रसक्तिः परन्तु तत् अपवादस्य ई हल्लोगो इत्यनेन तत्र ईत ईकारः भवति वावीतः अनन्तरं वावायोग अति इति तत्र वावायोग अति इति तत्र स्नाभ्यसरात इत्यस्य प्रसक्ति अजादि अपि प्रत्ययः कित् नित् प्रत्ययः अस्ति इति कृत्वा वावति इति तत्र केवलवर्णमेलनम् आकारस्य लोपः भवति वर्णमेलनं भवति वावति वावायोग सि तत्र वावासि इति भवति वावायोग ईशि वावायोग ईशि तत्र गुणसन्धिः वावेशि इति भवति वावायोगतः इति अस्ति तत्र तत्र ईहल्योग वावीतः अग्रे ठ इति वावायोगर्थ तत्रापि ईहल्योग वावीतः वावायोग मि इति अस्ति वावामि इति अथवा वावायोग ईमि तत्रापि गुणसन्धि वावेमि इति वावायोग वः अत्रापि ई हल्य हलि अस्ति वकार हलादि अस्ति अतः वावीवः वावीमः इति रूपाणि सम्यक् केवलं तत्र स्नाभ्यस्तयोरातः ई हल्यगोः अन्यत्र आत्मुनः सन्ति तावदेव तत्र धन्यवादः महोदय उषा भगिनी लोटि वदति वा अस्तु भगिनि वा धातु लोटि लोटि तु ईतु ओके तु ईतु अपित् प्रत्ययः न पित् प्रत्ययः पित् प्रत्ययः इत्यनेन गुणकार्यम् अत्र नास्ति एव आकारान्तधातु इत्यनेन गुणकार्यं न सम्भवति वावायोगः तु वा वातु एव भवति, वा वा योगः ईतु ईतु वा वेतु इति भवति. तेन प्रथमपुरुषा द्विवचनं द्विवचनप्रत्ययः ओ तात् तात् अपि अस्ति तात् अपित् प्रत्ययः. अपित् प्रत्ययः इत्यनेन हलादि हलादि अपित् इत्यनेन ईकारस्य ईहल्यगोः इति सूत्रेण आकारस्थाने ईकार आदेशः भवति इत्यनेन वावायोगः तात् इति कृते वावीतात् वावीतात् इति भवति. अनन्तरं प्रथमपुरुषद्विवचनं ताम् इति भवति, तां वावायोगः तां पुनर् हलादि अपित् हलादि अपित् इत्यनेन ईहल्यगोः इत्यनेन आकारस्य स्थाने ईकार आदेशः भवति. वावीताम् अनन्तरं लोट् अतु अतु इति भवति, तुता ताम् अतु अतु इति कृते अतु अजादि अजादि अपित् अजादि अपित् इत्यनेन श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति. वावा योगः अतु इति कृते वाव् योगः अतु वावतु इति भवति, वावतु इति भवति. देन् लोट्लकारः हि तात् तं त हि तात् तं त सर्वे प्रत्ययाः हलादि अपित् हलादि अपित् इत्यनेन ईहल्यगोः इति सूत्रेण आकारस्थाने ईकार आदेशः भवति. वावा इति वावी भवति, वावीहि वावीहि वावीतात् इति मध्यमपुरुष एकवचनं, वावीतं वावीत इति मध्यमपुरुष द्विवचनं बहुवचनं. आनि आव आम लोट्लकारः उत्तमपुरुष उत्तमपुरुष सर्वे प्रत्ययाः अजादि पित् प्रत्ययः अजादि पित् प्रत्ययः इत्यनेन अत्र गुणकार्यं नास्ति गुणकार्यं नास्ति आकारान्तधातु इत्यनेन गुणकार्यं नास्ति. देन् वावायोगः वावायोगः आनि वावानि वावाव वावाम एव भवति. तावदेव समीचीनं, धन्यवादः भगिनि. विजया भगिनि लङ् लङ्लकारः आं महोदय नमस्कारः, श्रूयते खलु? आम् अत्र वा वा इति अस्ति, इदानीं लङ्लकारः इत् ईत् ताम् उः यस् ईहि तं त अं व म इति अस्ति. अत्र वा वा योगः अत्र ता अत्र हलादि अपि तस्ति अतः का इति हलादि अपित् वा हलादि पित् वा? हलादि पित् अस्ति, हलादि अनन्तरम् अत्र ईत् अपि अस्ति, एतदपि हलादि पित् एव अस्ति. अतः तत्र महोदय ईत् इति हलादि वा अजादि वा? अजादि पित् अस्ति वा वा इति यङ् धातु अतः द्विवारम् आगच्छति अत्र वा वा इति. इदानीम् अत्र स्नाभ्यस्तयोरातः इत्यनेन वाव इति भवति. इदानीं अत्र किमपि कार्यं नास्ति खलु महोदय, वावत् एव वा? कुत्र भगिनि वावायोगः अडागमः? ओ आम् आम् अवावत् इति भवति वा महोदय? अवावात् किमर्थम् अत्र अभावात् बाबा इत्येव रूपं किल अस्तु अभावात् इति भवति अनन्तरम् ईत् अस्ति ईत् अत्र आ वा अवा ईत् अस्ति अत्र इ अल्यगोः इत्यनेन एकनिमिषं भगिनि आमाम् एतत् अजादिपित् अस्ति अतः आकार अनन्तरम् ईकारमेलनेन अवा वेत् इति भवति समीचीनं वा सत्यं सत्यम् आम् अभावेत् अनन्तरं ताम् अस्ति ताम् अत्र हलादि अपित् अस्ति गुणनिषेधक भवति इदानीम् अवावाताम् इति भवति तत्र कार्यमस्ति वा हलादि अपित् अस्ति हलादि अपित् अत्र हलादि अपित् अस्ति चेत् अत्र हलादि अपित् अस्ति चेत् अत्र इ अल्यगोः आकारस्य स्थाने ईकारः भवति खलु महोदय सत्यं सत्यं सत्यम् आकारस्य स्थाने ईकारः भवति अतः तत्र गुणः भवति आकार न न आकारस्य स्थाने ईकारः मेलनेन अवा अवावेत् इति भवति न न आकारस्य स्थाने ईकारः एव गुणः किमर्थम् अपित् किल अवा अवावेताम् इति भवति अवावेताम् ई एव भगिनि अवावीताम् किमर्थम् एताम् ई योजनेन अस्तु अस्तु ओ आकारस्य स्थाने ईकारः अत्र परिवर्तनम् अतः अवा आदेशः इति दीर्घं भवति अवा वीताम् इति भवति अनन्तरं अत्र उः अस्ति एतत् अजादि अपित् अस्ति अतः तत्र अवा अवा उः वा अवा उः तत्रैव वयम् उस्य पदान्तात् सूत्रं पठितवन्तः किल इदानीमेव तत्र अवावा अपदान्तात् अकारात् उसि तृतीये परे पूर्वपरयोः पररूपम् एकादेशः भवति अनन्तरम् एतत्तु आद्गुणस्य अपवादः इदानीम् अवा अस्ति अत्र अपदान्तात् अकारात् उसि प्रत्यये परे अस्ति चेत् पूर्वपरयोः एकः एव आदेशः भवति अतः अकारात् आम् अत्र अतः तत्र आकारः अस्ति तत् स्थाने उः भवति इदानीम् अवा उः इति रूपं निष्पन्नं खलु महोदय सम्यक् सम्यक् आम् अवा इदानीं मध्यमपुरुषः एस् ईः इति भवति अवा इति भवति इदानीं सकारः सकारः अस्ति चेत् अत्र सकारः तु अलादि हजादि सारि हलादि अपित् अस्ति अत्र एतत् अपित् अस्ति एकनिमिषं आमां पित् अस्ति पित् अस्ति अतः गुणकार्यं भवति तत् तत्र गुणकार्यम् अत्र बाबा इत्यत्र बाबा इत्यत्र गुणकार्यस्य किमपि प्रसक्तिः अस्ति वा आकारान्तधातुः आकारान्तधातुः अस्ति अत्र आकारान्तस्थाने इदानीम् अत्र स्नाभ्यस्तयो रातः इति कस्य भवति स्नाभ्यस्तयो रातः प्रत्ययान्त अभ्यस्तसंज्ञकस्य च अङ्गस्य आकारः लोपः भवति अतः अत्र अवा कुत्र भवति आकारलोपः कदा भवति निमित्तम् किति निति प्रत्यये परे अस्ति चेत् अत्र एतत् कार्यं न भवति सत्यं अतः अत्र अवा वा इदानीं सकारः अस्ति ससजुषो रुः इत्यनेन ऋत्वं भूत्वा अनन्तरं ऋत्वविसर्गौ इत्यनेन अत्र विसर्गः भवति अतः अवा वाः इति भवति समीचीनं वा महोदय इदानीं अनन्तरम् ईः अस्ति अवा वा योगः ईः अत्र दीर्घ आकारान्त अस्ति अत्र अनन्तरम् अत्र ईः इति गुणकार्यं भवति अजादि तित् अस्ति अतः आकार ईकारमेलनेन अवावेः इति भवति अवावेः इति भवति गुणः एव अवावेः इति भवति सन्धिः गुणकार्यं न गुणसन्धिः आद्गुणः इति सूत्रेण अनन्तरम् अवा वा अवा तम् अस्ति एतत् अजादि अपि अस्ति किमपि कार्यं नास्ति अत्र अवा वा अवा वा तम् इति भवति पित्सु एव कार्यं भगिनि अपित्सु एव कार्यद्वयम् अस्ति अतः अलादि अपित्वा अजादि अपित्वा इति प्रथमं पश्यतु तम् इति अत्र एतत्तु अपित् अलादि अलादि सत्यं सत्यम् अतः किं कार्यं धात्वन्तस्य आकारस्य स्थाने ईकारः भवति सत्यम् अतः अवा अवा अवावीतम् इति भवति अनन्तरम् अवावीत इति भवति इदानीम् अम् अस्ति अम् तु गुणकार्यं भवति अजादि तित् अस्ति अवा अवा वाम् इति भवति अनन्तरम् अवा वाव अवा वाम इति भवति तत्रापि वाम इति हलादि वा अजादि वा पित्वा अपित्वा अजादि अजादि अपित् अस्ति अजादि वा हलादि वा हलादि हलादि अपित् अस्ति किमपि कार्यं नास्ति अतः अजावाव अजावाम इति भवति अजावा हलादि अपि कार्यं भगिनि हलादि अपि कार्यमस्ति धात्वन्तस्य आकारस्य स्थाने ईकारादेशः हलादि अपित्सु हलादि अपित्सु कुत्र हलादि पित्सु हलादि अपित्सु धात्वन्त आकारस्य स्थाने ईकारादेशः भवति सत्यम् अतः अवावीव अवावीम इति भवति सम्यक् तावदेव धन्यवादः अरुणा भगिनी विधिलिङ्ग् वदति वा आं भगिनि विधिलिङ्ग् सर्वे प्रत्ययाः अपित् अस्ति हलादि अपित् अस्ति अतः वावयोगः यात् अत्र ई अल्यगोः हलादि प्रत्यय अस्ति चेत् ई आगेशः भवति वावीयात् वावीयातां वा अत्र युः उत् उष्पदान्तात् पदान्तात् न उच्य पदान्तात् न न न उसि प्रत्ययो परे पूर्वपरिः पररूपः भवति तदेव भगिनि वायुः उसि प्रत्यये परे भगिनि अत्र न भवति अत्र तु युः इति अस्ति किल तत्र केवलम् अस्माकं हि हल्यभोः इत्यस्य कार्यमेव वावीयुः ओके वावीयुः वावीयाः वावीयातं वावीयात वावीयां वावीयाव वावीयाम सच्चिनं भगिनि भवती एव अत्र धै इति धातुः किल अध्याध्या इति अस्ति तस्य लटी रूपं वदतु भावा अग्रिमसाधुः धै धातुरूपम् अन्यसूत्राणि अस्ति भवति गुसञ्ज्ञकधातु तद् अग्रे आगच्छति अत्र सामान्य आकारान्तेषु वा प्रथमं कृतवन्तः अग्रिममस्ति दै दै ध्या भवति अत्र टैपो भगिनि ध्यै ध्यै ध्यै ध्यै ध्यै टैपो अस्ति आम् आम् दैध्या दाध्य दाध्य लट् रूपं ति अस्ति पित् अस्ति कर्मा दाध्यति दाध्यति दाध्याति अस्ति इति अस्ति इति अस्ति दाध्ययति भगिनि दाध्या आकारः अस्ति अन्ते इति इत्यत्र ईकारः आदौ आकार ईकारयोः सर्वदा कः सन्धिः कः भवति गुणः अतः अतः अध्येय आ नास्ति दाद्ये दाद्ये इति दाद्येति दाद्येति दाद्यातः अत्र हलादि अपि सति हलादि अपि चेत् ओ सप्तमी इति कृतवती ई अल्यगोः सूत्रेण ई आदेशः भवति नकारस्थाने दादी इति अत्तु अस्ति अत्रापि दधादि अपित् अस्ति हल अकार लोपो भवति स्नाभ्यस्तयोरातः इति सूत्रेण दादीयतु लट् लट् लकारः अतु प्रत्यय न भगिनि अत्र अतु इति लोट् ओके अतु दाद्यसि दाद्यासि दाद्या दाद्येषि दाद्यीथः दाद्यीथ दाद्यामि दाद्यामि दाद्येमि दाद्यीवः दाद्यीमः सम्यक् तावदेव तत् समीचीनम् केवलम् एकवारं लोट् साधयामः अनन्तरं वयम् अग्रिमधातुः प्रति गच्छामः महोदय तत्र क्लै धातोः लोट् रूपं वदति वा झै इदानीं तत्र आदेश उपदेश अनन्तरं दाध्या दाध्या इति भवति दाध्या योग तु दाध्यातु इति दाध्या योग ईतु दाध्येतु दाध्यायोग तात् हल्योग दाध्यीतात् दाधीतात् एकनिमिष दाधीतात् आम् दाधीतां दाध्यतु इति भवति दाधा इः इति अतीहलेगो दाधीः दाधीतात् दाधीतं दाधीत दाध्यानि दाध्याव दाध्याम् इति तत्र किमपि कार्यं नास्ति ईहलेगो सर्वत्र भवति तत्र अतु इत्यर्थं स्थापकवरातः इति समीचीनं तदेव ग्लै धातोः विषये अपि समानरूपेण भवति अतः तत्र अवधानं कुत्र इत्युक्ते हलादि अपित् हला अजादि अपित् हलादि अपित्से अपित् चेत् ही हल्यगोः ईकारादेशः आकारस्य स्थाने अजादि अपित् चेत् श्नाभ्यस्तयोरातः एकम् अनन्तरम् एकमेव सूत्रमासीत् उस्य पदान्तात् तत्र उः लङ् लकारस्य अन्यत् किमपि नास्ति सामान्यकार्यमेव समीचीनं वा अग्रिमधातुं प्रति गच्छामः वा स्पष्टमस्ति वा भगिनि उषा भगिनी अग्रिमम् इदानीं विशेष आकारान्त एतत्तु सामान्यम् अभवत् इदेन इदानीं विशेष विशेषः पश्यामः विषं अस्तु भगिनि विशेष आकारान्तधातवः घूसंज्ञकधातवः दा दाधा सो दा इति धातु द्वित्वकार्यं दादा इति भवति सो दादा प्रथमं वाट् इस् दट् हलादि न ह्रस्वः इत्यनेन द् दा अनन्तरं वाट् इस् दीर्घो अकितः दीर्घोकितः इत्यनेन अभ्यस्तसंज्ञकस्य प्रथमवर्णस्य दीर्घः भवति सो इत्यनेन दा दा इति भवति हलादिषु पित्सु किमपि कार्यं नास्ति केवलं योजनमेव अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति इत्यनेन दादा योगः ति दादाति इति भवति अजादिषु पित्सु केवलं सन्धिकार्यमेव दादायोगः आनि दादानि अजादिषु पित्सु आनि दादानि एव भवति हलादिषु अपित्सु धात्वन्तस्य आकारलोपः भवति श्नाभ्यस्तयोरातः इति सूत्रेण दादायोगः तः दातः इति भवति दादायोगः तः उष्णाभ्यस्तयोरातः इत्यनेन आकारलोपः भवति देन् दा ओ देन् ओ कारवसानयो विसर्जनीयः इत्यनेन दकारस्य स्थाने तकार आदेशः भवति इत्यनेन ओ दारवसानयो वा खर् तकारः करिच करिच भगिनि करिच आम् करवसाने विसर्जनीय विसर्गसूत्र ओके भवति एव तादृशं सम्यक् खरिच दातः इति भवति अजादिषु अपित्सु दात्वन्तस्य आकारलोपः भवति अजादिषु अपित्सु पूर्वं ओ ईकारादेशः भवति न अजादि हलादि अपित् हलादि अपित् तः पश्यतु तत्र किं भवति ईहल्यगोः इत्यनेन पूर्वम् ईकारादेशः भवति अत्र श्नाभ्यसयोरातः एव कार्यं करोति किमर्थम् इत्यपि वदतु भवती एव दातायोगः तः दातः या हलादि अपित् श्नाभ्यस्तयोरातः श्ना अभ्यस्तधातु एव ओ श्नाभ्यस्तयोः आतः वा तयोः रातः गूकार्यम् ईहल्यगोः अगोः अगोः इत्यनेन गू इत्यन्तधातोः कृते नास्ति इति गूसंज्ञकधातोः कृते ईहल्यगोः इति प्रसक्तिः नास्ति अगोः इति सूत्रे उक्तम् इत्यनेन ईहल्यगोः प्रसक्तिः नास्ति सो आकार श्नाभ्यस्तयोरातः एव कार्यं करोति दातायोगः तः दात्तः इति भवति अस्तु भगिनि आम् ई हलि अगोः अजादिषु अपित्सु धात्वस्य पूर्वमेव धात्वन्तस्य आकारलोपः भवति श्नाभ्यस्तयोरातः इति सूत्रेण दातायोगः अति दादति इति भवति आकारलोपः भवति दात् इति भवति दातति दादति इति भवति उस् प्रत्यये परे उस्य पदान्तात् इत्यनेन पररूपमाद आदेशः भवति अदादायोगः उः लङ्गीरूपं लङ्गी प्रथमपुरुष बहुवचनरूपम् उस् प्रत्यये परे पररूपम् आदेशः भवति आकार अन्तिम अदादा इत्यस्य अन्तिम आकारस्य योगः उः स्थाने पररूपमेव भवति इत्यनेन आकारः नास्ति अत्र अदादुः इति भवति अग्रे अपि पठतु भगिनि लोट् लकारस्य मध्यमपुरुषे लोट् लकार मध्यमपुरुषे हि दातायोगः हि दातायोगः हि देयोगः हि इति भवति देहि प्रसिद्धरूपं दातायोगः हि देयोगः हि देहि सूत्रम् इदम् ओके दा प्रथमदा इति नो नो नाट् प्रथमदा ओ वन् दा दातायोगः हि दाता हि नास्ति देहि इत्येव ओके सूत्रमिदं ग्वसोः एत् हौ अभ्यासलोपश्च ग्वसोः एत् हौ अभ्यासलोपश्च हि परे गुसंज्ञकधातोः अस् धातोः च ग्वसोः इति गुसंज्ञकधातु अस् अस् अस् धातु हि परे गुसंज्ञकधातोः अस् धातोः च स्थाने एकार आदेशः भवति अभ्यासः एकार आदेशः भवति गुसंज्ञकधातोः गु अण्ड् अस् ग्वसोः हौ इति हि परे अभ्यासलोपश्च इत्यनेन अभ्यासः लोपः भवति अपि च एकार आदेशः भवति ओके ग्वसोः एत् ओके ग्वसोः एत् हौ अभ्यासलोपश्च अस्तु भगिनि हौ इति कथं भगिनि हौ इति हौ परे हि परे परे हि परे सप्तमी विभक्ति एकार आदेशः भवति अभ्यासः अस्ति चेत् तस्य लोपः भवति अलोन्तस्य इत्यनेन धातुरूप अङ्गस्य अन्तिमवर्णस्य स्थाने एकार आदेशः भवति न तु पूर्णतया अङ्गस्य ओके गुश्च अश्च तयोः इतरेतरद्वन्द्वयो द्वन्द्वः ग्वसौ तयोः ग्वसोः अभ्यासस्य लोपः अभ्यासलोपः षष्टितत्पुरुषः ग्वसोः षष्ट्यन्तम् एत् प्रथमान्तं ग्वसोः षष्ट्यन्तम् ओके ग्वसोः स्थाने एत् प्रथमान्तम् एकार आदेशः हौ सप्तमीयन्तं हि परः अस्ति अभ्यासलोपः प्रथमान्तं च अव्ययपदम् अनेकपदमितं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ग्वसोः अङ्गस्य एत् अभ्यासलोपः च हौ ग्वसोरेत् ग्वसोः एत् हौ अभ्यासलोपश्च इति सूत्रं ग्वसोरेदावभ्यासलोपश्च इति सूत्रं वदति हि परः अस्ति चेत् गुसंज्ञकधातोः दाता इति धातोः कृते अपि च अस् धातोः च स्थाने एकार आदेशः भवति हि परः अस्ति अनन्तरम् अभ्यासः अस्ति चेत् तस्य लोपः अपि भवति इति सूत्रं वदति ग्वसोः गुसंज्ञकधातोः दा ऐ थिङ्क् देर् फ्यू मोर् धातुस् ऐ डोण्ट् ग्वसोः एत् हौ अभ्यासलोपश्च हि परे हि इति लोट् मध्यमपुरुष एकवचनप्रत्ययः परः अस्ति गुसंज्ञकधातोः अस् धातोः कृते अन्तिमवर्णस्य स्थाने एकार आदेशः भवति अलोन्तस्य इत्यनेन देन् अभ्यासः अस्ति चेत् अपि अभ्यासस्य लोपः भवति. आस् धातोः कृते तत् नास्ति. अभ्यासः अस्ति चेत् अत्र अभ्यासः अस्ति यङ्लुगन्तप्रत्यये अभ्यासस्य लोपः अपि भवति इत्यनेन दातायोगः हि अभ्यासलोपः अनन्तरम् अभ्यासलोपः इत्यनेन दा एव तिष्ठति. दायोगः हि देन् आकारस्य स्थाने अन्तिमवर्णस्य इति द् योगः आ योगः हि आकारस्य स्थाने एकारः भवति इत्यनेन देहि इति रूपं सिद्ध्यति. दादायोगः हि देहि. सम्यक् तदेव रूपं. धन्यवादः. धन्यवादः भगिनि. विजया भगिनी लट्टि रूपं वदति वा? भगिनी अस्ति वा? दा अत्र दादा इति भवति. अत्र दादा इति अस्तु महोदय. दादा इति धातु अस्ति. अत्र ओ लट् रूपम् अस्तु अस्तु. लट् रूपम् अस्ति. अत्र ति ईति तः अति सि ईषि तः त मि ईमि वह मह इति अस्ति. इदानीं दादा इति भवति. अत्र एतत् प्रथमं ति इति अस्ति. ईति इति एतत् पित् अस्ति. ति इति हलादि पित् अस्ति. इदानीं दा दा भवति. पित् अनन्तरं ति अस्ति. अत्र दादा गुणकार्यं भवति. आकार ईकारमेल अत्र ति अस्ति. इकार अस्ति खलु महोदय. अत्र आकार ईकारमेल आकार प्रथमं ति एव अस्ति किल. ति इत्यत्र तु हलादि अस्ति. हलादिपित्र धाधा इत्यत्र अन्ते किम् अस्ति? आकारः. आकार ती तकारः किल. तत्र किमपि कार्यं न भवति. केवलं वर्णमेलनम्. अतः रूपं दादाति इति भवति. सत्यं. सम्यक्. आम् इदानीं ईति करो. ईति अस्ति. ईति इदानीं दादा भवति. अनन्तरम् ईति अस्ति. ईति आकार ईकारमेलनेन एकारः भवति. गुण गुणसन्धिः भवति आद्गुणः इति सूत्रेण. अत्र दादेति इति भवति. दादेति अनन्तरम् अत्र इदानीं तः अस्ति. तः तत्रापि दादा योगः तः. अत्र गुण हलादि अपित् अस्ति. हला किमस्ति? हलादि अपित् अस्ति. अत्र एकं कार्यमस्ति किल. गृहि ज्या वै एतत् न न दा इति सम्प्रसारणधातुः नास्ति, दातः सत्यम् आप्यस्तयो रातः इत्यनेन आकारस्य लोपः भवति, अतः अतः तत्र अनन्तरम् अत्र अत्र दतस्ततोश्च इति सूत्रमपि कार्यं करोति खलु महोदय? दतस्ततोश्च किमर्थं तद् अत्र दाद् यो इदानीं दाद् भवति आकारस्य लोपः अनन्तरं दाद् भवति अनन्तरं तत्र दत्तस्ततोश्च इत्यनेन भवति खलु महोदय अत्र यथा उदाहरणरूपेण अत्र सूत्रं किं वदति इति वदतु भगिनि, कृतस्य जषन्तस्य दाञ्ज् धातोः दुदाञ्ज् दाञ्ज् धातोः बशो बश् स्यात् धातोः भोः च परयोः आम् परन्तु तत्सर्वम् अत्र नास्ति किल? आम् स्वोः अत्र नास्ति च परयोः, एतत् अत्र दशसूत्रसङ्ख्या वदतु भगिनि, अष्टमाध्याये द्वितीयपादे अष्टत्रिंशत् अष्टात्रिंशत् सूत्रम् 8 to 38 भगिनि तद् इदानीं वयं तु ध दातु अल्पप्राणः कुर्मः किल, परन्तु समीचीनं दाने ददाति वयं धा न कुर्मः किल, प्रायः अग्रिम धा इत्यत्र पश्यामः, इदानीं तद् नास्ति अतः इदानीं किमपि कार्यं नास्ति, दातः दाद् तत्र धा धाद् दाधा योगः सः किल, स्थाप्यस्तयोरातः इत्यनेन अकारलोपः दाद् सः दकारः अस्ति परे कः वर्णः तकारः? हलादि अपि हलादि अपि तस्ति कर्वर्णः अतः किं भवति कर्वर् करीप् कर्वर्णे परे चत्वं किल भगिनि दात्तः इति सत्यं सत्यं सर्वदा भवति सत्यं दात्तः इति भवति सत्यम् आम् अग्रे करोतु दात्तः अस्तु अनन्तरम् अत्र इति करि च पर्जन्यवत् इति चत्वं भवति वा महोदय अत्र पर्जन्यवत् नास्ति किल, पर्जन्यवत् नास्ति कार्यमेव अस्ति किल, पर्जन्यवत् इत्युक्ते पूर्वमेव आसीत् इदानीं तत् कार्यं भवति इति, तादृशं किमपि नास्ति किल, इदानीं धा अस्ति तृतीयदकारः परे कर्वर्णः तकारः अस्ति, इदानीं सन्धिसम्भावना अस्ति किल, तकारतकारयोः चर्त्वम् अस्तु महोदय अवगतं वा? पर्जन्यवत् इत्युक्ते पूर्वमेव यदा कार्यम् आसीत् इदानीं पुनः तद् कुर्मः चेत् पर्जन्यवत् इति वदामः, पूर्वमेव तकारः अस्ति इदानीं पुनः तद् आनयति चेत् तद् पर्जन्यवत् कार्यम् इति वदामः, इदानीं पर्जन्यवत् नास्ति कार्यं साक्षात् कार्यमस्ति, अवगतं वा? अस्तु महोदय अतः तत्र परिचयिषनेन दाप्तः इति भवति, अनन्तरम् अत्र अति अस्ति दादा योगः अति, अत्र एतत् अजादि अपित् अस्ति, इदानीं अत्र स्ना अत्र सम्यक् तदेव किमपि कार्यं नास्ति श्राव्यस्तयोरातः अपित् अस्ति चेदेव कार्यं श्राव्यस्तयोरातः आम् अतः तत्र दादति इति भवति दाद योगः अति मेलनेन दादति इति रूपं भवति प्रथमं दायोगः अति दादति सत्यम् इदानीं सि ईषि अस्ति सि ईषि अत्र दा दा सि अस्ति सि अत्र किमस्ति एतत् अजादि अजादि पिस् अस्ति न सि सि अस्ति हलादि हलादि पित् अस्ति हलादि पित् अस्ति चेत् अत्र किमपि कार्यं नास्ति केवलं योजनमेव अतः तत्र ददासि इति भवति समीचीनं खलु दादासि इति भवति अनन्तरम् अत्र ईषि अस्ति दा दा योगः ईषि अत्र गुणकार्यं भवति गुणसन्धिः भवति अतः दादेशि इति भवति समीचीनं खलु महोदय तः अस्ति तः हलादि हलादि अपि अस्ति अतः तत्र दा दा इति भवति अत्र इ एल् यो इ हल्यगोः इत्यनेन कार्यं आकारस्य स्थाने ईकारः भवति भवति वा चिन्तयतु अत्र हलादि अपि सु धात्वन्तस्य आकारस्य स्थाने ईकारः तद् पूर्वस्मिन् आकारान्त दातवः सामान्यः इदानीं विशेषे स्मः किल विशेष भूसंज्ञकधातुः चेत् न भवति धात्वस्य आकारस्य लोपः भवति खलु महोदय अत्र हलादि अपि सु विशेष अत्र विश अत्र लोपः भवति अतः दा दततः इति भवति अनन्तरं दा दतः अनन्तरं दा दत दाद् दत न आमां सर्वत्र पुनः करीच इत्यस्य कार्यं भवति किल दाद् दकार तकारः अस्ति इदानीं तत्रापि कर्वर्णः एव अतः चर्त्वसन्धिः दात्थ दात्तः धात्थ प्रथमतकारः आमाम् अत्र मध्यमपुरुष द्विवचने अपि भवति बहुवचने अपि भवति सत्यं दा दत्तः दा दत्त अनन्तरं अत्र मी ईमि इति अस्ति मी ईमि मी तत्र हलादि पित् अस्ति हलादि पित् अस्ति चेत् अत्रापि किमपि कार्यं नास्ति एव अतः तत्र वर्णमेलनमेव दा दा मि दा दा मि इति भवति समीचीनं मम इदानीम् ईमि अस्ति ईमि अस्ति चेत् अत्र दा दा आकार ईकारमेलनेन अत्र दा दे मि दादे शी किमस्ति अत्र मि एव मि इति भवति अनन्तरं वह मह वह अत्र दा दा योगः वह तत्र हला एतत्तु हलादि अपित् अस्ति अतः तत्र स्नाप्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति दा दा दाद्वः दाद्मः दाद्वः समीचीनं सम्यक् धन्यवादः अरुणा भगिनी लोक लोट् लकार भगिनी आम् ओके दा योगः दादायोगः तु पित् तु इति पित् अस्ति ततः वर्णमेलमेव दधातु इतु अपि ददायो इतु गुण भवति दादेतु दाधाय अर्थात् अत्र अपित् अस्ति तां तात् ददा गूसैनकदातु अत्र स्नाभ्यस्तयोर् अतः इत्यनेन अकारलोप भवति खरीचा इत्यनेन दाधात्वनि दधायोः ताम् अत्रापि अपित्तहलादि अपित् अस्ति स्नाभ्यस्तयोरातः इत्यनेन अकारलोपः भवति इति नीति प्रत्ययपरे दत्ताम् अत्रापि खरिचा इति सूत्रेण दकारस्थाने तकार आगच्छति अतु अतु इति पदपुष बहुवचनं दादा एव अतु अत्रापि भूसञ्ज्ञक भूत्वा सनाभ्यस्तयोर् अतः नकारलोप भूत्वा दातु खरीच न भवति किल ओ दातुः दधातुः दातु दधातु दधा युग हि ओकार नूतनसूत्रमस्ति हि परे द्वसोरे द्वा परे भूसञ्ज्ञकधातोः अस्धातोः स्थाने एकार आदेशः भवति दधे भवति दधेहि भवति देहि अभ्यासस्य लोपः भवति देहि एव भवति योगः तात् अत्र स्नाभ्यस्ति नातः च सूत्रेण अकारलोप भूत्वा दादत्तात् परन्तु डोट्लकार मध्ये पृश्ये शीतात् अपि अस्ति भगिनि सत्यं दात्तात् दधायुगः ताम् अत्र तं दत्तं दत्तं दातं दात्त भवति दायव आनि आनि पित् अस्ति दधामि ददाव दधाम न न दाधा योगः आनि किल दाधानि दादाव दादानि दादाम दादाव सत्यं दादा इति पूर्वमेव आसीत् सम्यक् देहि इति मध्यमपुरुषे एकवचनं, तत्र अस्माकं जुहोत्यादिगणे अपि देहि अर्थः दृष्ट्वा एव अवगन्तव्यः, यङ् लुगन्तः अस्ति वा सामान्यधातुः अस्ति वा इति. बहुषु श्लोकेषु अपि वयं पश्यामः किल देहि द्रष्टव्यं पुनः देहि कुत्र कुत्र अस्ति इति. देहि सत् पुनः पुनः देहि वा देहि वा इति द्रष्टव्यम्. इदानीं तद् सम्यक् अस्ति की इत्यस्य कुत्र कुत्र भवति इति. यङ् लुगन्तरूपम् अपि च नार्मल् लोट् रूपं फड्डा देहि एव किल तद् देहि एव. आम् आं भगिनि, परन्तु अर्थभेदः अस्ति. सो ओन्ली द काण्टेक्स्ट् कुत्र कुत्र अस्ति इति पुनः परिशीलनं कृत्वा तत्र तादृशं करणीयम्. अस्माकं वयं यदा मम एम् ए परीक्षायां तत्र किं भवति इत्युक्ते व्याकरणस्य वर्गे एव केवलम् एतत् भवति, तत्र श्लोकद्वयं वा स्वीकृत्य तत्र कृदन्तरूपाणि, लिट्लकाररूपाणि अथवा सन्धि चेत् सन्धि इति पुनः पूर्णतया परिशीलनं करणीयं, सूत्रसहितं वा सूत्ररहितं वा. तत्र तादृशेषु स्थलेषु तत्र धातुः कः, तत्र कथं वा तत्र कृत्प्रत्ययः योजितवन्तः इति चिन्तनं भवति. तत् वयं केवलं रूपमेव पठामः चेत् तत्र विस्मरणमेव भवति. प्रक्रियां सर्वं वदामः, सूत्रं सर्वं सम्यक् एव, परन्तु काण्टेक्स्ट् अन्यत्वा केवलं देहि देहि इति वदामः चेत् लाभः कः, कुत्र आगच्छति, कस्य कः अर्थः, तद् सम्यक् भवति. बहुकालात् अनन्तरम् अहं विघ्नः इति पदस्य कथं हन्धातोः तत्र कथं घ्नः इति भवति इति अस्मिन् सप्ताहे एव ज्ञातवती. तत्र कृत्प्रत्ययः जानीमः, परन्तु कथं विघ्नः इति रूपम् आगच्छति इति, तादृशं स्माल् स्माल् थिङ्ग्स्, परन्तु लाभः भवति यदा वयं निम्नेषु. आं सत्यं, तत्र घञ् इति न भवति, ख इति प्रत्ययः भवति. घञ् अर्थे ख इति कश्चन प्रत्ययः, घञ् इति घञ् तत्र विघ्नः इति पश्यामः किल. तत्र सामान्यतया वयं किं चिन्तयामः, घ्नः इति अस्ति कित्वा किमपि अन्यप्रत्ययः इति चिन्तयामः. घञ् इति कृदन्तप्रत्ययः, तस्य घञ् अपि न भवति, तस्य स्थाने ख इति अन्यप्रत्ययः भवति. वियोगः हन् योगः ख इति प्रत्ययः, ख इत्यत्र तु अकारः अवशिष्यते. यदा होहन्ते निन्नेषु वि हकारस्य अकारलोपः विह्न अनन्तरं तत्र किमपि कार्यं भूत्वा तत्र गमः न जन तद् नित्यनङ्गी तत् सूत्रमपि वयं जानीमः किल. अनेन एव अकारलोपः, ककारः तु भूहन्तेषु इत्यनेन आगच्छति. धातोः सत्यं सत्यम्, नकारे फले भूहन्तेर्निन्नेषु इति नकारे परे गकारः भवति अत्र, सोभिघ्नः इति रूपं. तत्र सूत्राणि तु परिचितानि एव, परन्तु हौ टु अप्लै, कुत्र अप्लिकेशन् करणीयं, तदेव बहु मुख्यम् अस्ति किल. इदानीं ही अपि तादृशं द्रष्टव्यं, भवन्तः अपि पश्यन्तु कुत्र कुत्र देहि इति श्लोके बहुत्र अस्ति किल देहि, कस्मिन् अर्थे, सामान्य अर्थे वा यङ् लुगन्त अर्थे वा. सामान्यतया यङ् लुगन्त नास्ति, देहि मे कृपया शम्भो भक्तिमञ्चलं गायत्रिमञ्चलत्र अपि द्रष्टव्यं. पुनः पुनः देहि इत्युक्ते भिक्षां देहि इत्यत्र किमर्थं तद्देहि नास्ति, विश्रान्तेः इति पुनः पुनः एव किल पौनःपुन्येन एव किल तत्र प्रायः स्यात् किमपि तद् भाष्यं वा अरुणा भगिनी अनायासेन मरणं तद् तत्र विना दैनेन देहि मे कृपया शम्भो त्वयि भक्तिं वचञ्चलाम अनायासे तदेव काण्टेक्स्ट् किल अनायासेन मरणम् इत्यत्र प्रायः न भवति एकवारमेव भवति तदेव अनायासेन भवति चेत् बहु सम्यक् पुनरपि जननं पुनरपि मरणम् इति न अवश्यम् तद्गुणालय भवति वारं वारं न आवश्यकं सत्यम् कोऽपि एकः धातुः हा इति तत्र लङ् अवशिष्यते किल तस्य क्रमः आसीत् महोदय भवतः क्रमः एव किल लङ् दादा इति अदादात् इति तत्र किं वर्णमेलनं दादायोग ईत् अदादेत् इति गुणसन्धि अदादायोगताम् अदात्ताम् इति भवति अदादा युगौ इत्यत्र उसि उस्यपदन्तात् भगिनि तत्र उसि इति साक्षात् उक्तम् इति कृत्वा एव तत्र प्रतिपदोक्तत्वात् उसि अचि उसि इति साक्षात् उक्तमस्ति इति कृत्वा तस्यैव प्रसक्तिः भवति इति प्रायः प्रायः तादृशमेव वयं पूर्वं पठितवन्तः उक्तत्वात् सूत्रसामर्थ्यात् तद्भवति इति प्रायः वयं पूर्वं कुत्रचित् पठितवन्तः अस्मिन् विषये अचि उसि आम् अचि उसि इत्युक्ते तद् लङ्लकारस्य उहु इत्यस्य विषये अथवा तद् युः इत्यस्य यासुट् इत्यस्य अपि ग्रहणं भवेत् इति कारणेन तत्र उसि अजादि उचि उसि इति उक्तम् अनेन उस्य पदान्तात् इत्यस्य कार्यम् इति आम् तादृशं पठितवन्तः अदादुः इति अनन्तरम् अदादाः अदादेः इति भवति अदात्तम् इति भवति अदात्त इति भवति अदादाम् इति भवति अदाद्व अदाद्म इति रूपं तत्र अष्टादशवरातः सर्वत्र भवति उस्य पदान्तात् इत्येव श्राव्यत्तयोरातः उस्य पदान्तात् अन्यत् सर्वं किमपि नास्ति अत्र काले सम्यक् उषा भगिनी विदिलि अस्तु भगिनि दादा दादायोगः विदिलिङ् विदिलिङ् प्रत्ययाः यात् यातां युः यात् यातां सर्वे प्रत्ययाः हलादि अपित् हलादि अपित् दा धातोः कृते हलादि अपित् अपि श्नाभ्यस्तयोरातः इत्येव सूत्रं प्रसक्तिः भवति श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति दादायोगः प्रत्ययः हलादि अपित् प्रत्ययः कृते दा आकारस्य लोपानन्तरं दात् भवति दात् योगः यात् दात्यात् दात्यात् दात्यातां न दाद्यात् दाद् यातां दाद् युः दाद् याः दाद् यातं दाद् यात दाद्यां दाद्याव दाद्याम इति भवति धा धातुः पठामः रूपाणि प्रायः अग्रिमसप्ताहे साधयामः विजया भगिनी पठति वा धा धातुः आं महोदय अत्र धा धादा वा पठतु अनन्तरं वयम् अग्रिमसप्ताहे रूपं साधयामः दातः धातोः कृते तिङ्प्रत्ययः निमित्तिकम् अङ्गकार्यम् उपर्युक्तमेव यदा यदा दादा इत्यस्य लोट् लकारस्य मध्यमपुरुषे दाता हि योगकः हि दे इति भवति दे योगकः हि देहि सूत्रं पूर्वम् उक्तम् अन्यत् च इतोपि एकं कार्यमस्ति अत्र ददस्ततोश्च द्वित्वकृतस्य जशन्तस्य दाय् धातोः वशो बश् स्यात् ततोः वोः च परयोः दता इत्यस्य यत्र आकारलोपः तत्र दद् इति जशन्तरूपं सिद्ध्यति तादृशस्य दद् इत्यस्य दकारस्य स्थाने दकार आदेशः भवति तकारे तकारे सकारे द्वे द्वा शब्दे च परे इदं कार्यं वर्णनिमित्तिकं न तु अङ्गनिमित्तिकं हल् सन्धिकार्यम् एव अष्टमाध्याये च जश् प्रत्यहारे वर्गस्य चतुर्थवर्णः अन्तर्भूताः झ ब घ ढ ध बश् प्रत्यहारे ब ग ढ ध इत्येते वर्णाः बश् प्रत्यहारे इब् युग् इड् इद् इत्येते वर्णाः तच्च त च ततो तकारादकारः उच्चारणार्थः तयोः ततोः ददः षष्ट्यन्तं ततोः सत्यं सप्तम्यन्तं च अव्ययपदं त्रिपदमिदं सूत्रम् एकाचो बशो बश् जशन्तस्य स्वोः इत्यस्मात् बशोः बश् जशन्तस्य स्वोः इत्येषाम् अनुवृत्तिः अनुवृत्तिसहितसूत्रं जशन्तस्य ददः बशः बश् स्वोः ततोः च अत्र उदाहरणं दत्तं पठामि वा महोदय यथा दाध तः स्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः दाद् योगः तः ददस्ततोश्च इत्यनेन दकारस्य स्थाने तृतीयवर्णस्य स्थाने दकारः चतुर्थवर्णः अतः दाद् योगः तः करिच इत्यनेन चत्वसन्धिः अतः दातः इति अत्र सकारः प्रथमसकारः द्विवारम् आगच्छति करिच इत्यनेन ज्या इति स्वीकुर्मः अग्रिम तद् अग्रिमदातुः भगिनि तद् न आवश्यकं केवलं सा धातोः रूपाणि प्रायः सर्वे तत् साधयन्तु तद् वयम् अग्रिमसप्ताहे तस्य रूपाणि चर्चयामः वर्गे समीचीनम् तत्र यूट्यूब् मध्ये नीलेश् महोदयेन रघुवंशस्य द्वादशसर्गस्य आरोपणीयं कृतवान् पश्यन्तु तत्र सः अपि व्याकरण अंशः किञ्चित् चर्चयति तत्र गतसप्ताहात् एव आरोपणं कृतवान् समयः अस्ति चेत् शृण्वन्तु नीलेश् महोदयस्य अष्टाध्यायी इत्येव अस्ति किल यूट्यूब् लिङ्क् तत्र एव तत्र एव द्वादशसर्गः रघुवंशस्य महोदय अग्रिमसप्ताहे अग्रिमसप्ताहे जन्माष्टमी अस्ति क्षम्यताम् अहमपि विस्मृतवती अग्रिमसप्ताहे वर्गः न भविष्यति जन्माष्टमी अस्ति पूजा भवति अस्तु महोदय धन्यवादः तस्मात् अनन्तरं मिलामः धन्यवादः धन्यवादः भगिनि धन्यवादः धन्यवादः भगिनी नमस्कारः